नमस्सर्वेभ्यः. पुनः अस्माकं नूतन पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. एतावता वयं धातुगणानां विषये सम्पूर्णतया अधीतवन्तः, अवगतवन्तः च. इदानीं ततः अग्रे गच्छेम. इदानीं वयं सर्वे पाणिनीयव्याकरणशास्त्रं पठनार्थं वयं सिद्धाः. अत्र पाणिनीयव्याकरणशास्त्रस्य पठनार्थं मूलयन्त्राणि आवश्यकानि. कानि तानि इति चेत्, प्रथमतया माहेश्वरसूत्राणि. माहेश्वरसूत्राणि, तेषाम् अवगमनं प्रथमतया आवश्यकं. तदनन्तरं लता भगिनी, कृपया म्यूट् करोतु भगिनी. अनन्तरं तत्र माहेश्वरसूत्राणि इति प्रथमम्. इदानीं तत् माहेश्वरसूत्राणां विषये इदानीं वयं पठामः. तदनन्तरं पाणिनीयसूत्रं कथं पठनीयम्. इदानीम् अष्टाध्यायी इति ग्रन्थः अस्ति, वयं जानीमः एव अष्टाध्यायी इति प्रसिद्धः ग्रन्थः. अष्टाध्यायीं पाणिनिमहर्षिः एव अष्टाध्यायीं रचितवान्. तत्र सूत्राणि सन्ति, चतुस्सहस्रसूत्राणि सन्ति. तेषाम् अवगमनार्थं, तेषां पठनार्थं कानि यन्त्राणि इत्युक्ते, प्रथमतया माहेश्वरसूत्राणि. तदनन्तरं सूत्रस्य अवगमनार्थं विभक्तीनां विशिष्टः अर्थः अस्ति. विभक्तीनाम् अर्थः कः इति अग्रे गत्वा वयं पठामः. अपि च सूत्रं कथं पठनीयं, पाणिनीयसूत्रं कथं पठनीयं, तदपि अग्रे गत्वा परिशीलयामः. तदनन्तरम् इत्संज्ञाप्रकरणम्. इत् इति काचित् संज्ञा अस्ति व्याकरणे. इत्संज्ञा नाम का, अपि च तस्य महत्त्वं किं, तत्सर्वम् अग्रे गत्वा वयं परिशीलयामः. अत्र इत्संज्ञाप्रकरणम् इत्युक्ते, प्रकरणम् इत्युक्ते अष्टाध्यायां कश्चित् भागः अस्ति, तस्य विषये अपि अग्रे गत्वा ज्ञास्यामः. इदानीम् अत्र विषयः अस्ति माहेश्वराणि सूत्राणि इति विषयः अस्ति. तर्हि माहेश्वराणि सूत्राणि इत्युक्ते किम् इति प्रश्नः अस्ति. पाणिनिमहर्षिः व्याकरणविषये ग्रन्थं रचितुम् इष्टवान्. अतः सः ईश्वरम् उद्दिश्य तपस्यां कृतवान्. ईश्वरः प्रसन्नः अभवत्. ईश्वरात् पाणिनिमहर्षि ईश्वरस्य डमरुं श्रुत्वा पाणिनिमहर्षि चतुर्दशसूत्राणि रचितवान्. तानि एव माहेश्वराणि सूत्राणि इति उच्यते. किमर्थं माहेश्वराणि सूत्राणि इति चेत्, माहेश्वरात् आगतानि एतानि सूत्राणि, अतः माहेश्वराणि सूत्राणि इति उच्यते. तर्हि सूत्रं नाम किम् इति चेत्, प्रत्येकं सूत्रम् एकं वाक्यम् अस्ति. अत्र चतुर्दशसूत्राणि सन्ति. ऐ उन् ऋ लृक् एओङ् ऐ औच् हाय वरट् लण् ञामा गाण णं झभै घडधश् जब गडधश् खफ छट त चटतौ कपै शश सर् हल् इति चतुर्दशसूत्राणि सन्ति. वयं यदि वयं पश्यामः चेत् वयम् अवगन्तुं शक्नुमः, अत्र केवलं वर्णाः एव सन्ति. संस्कृतभाषायां ये ये वर्णाः सन्ति, ते वर्णाः एव अत्रापि सन्ति. प्रथमतया स्वराः सन्ति, तदनन्तरं व्यञ्जनानि सन्ति. परन्तु अत्र किञ्चित् आयोजनं किञ्चित् भिन्नरीत्या अस्ति. अत्र व्यञ्जनानां विषये आयोजनं किञ्चित् भिन्नरीत्या अस्ति. व्यञ्जनम् इत्युक्ते अत्र हल् वर्णः, व्यञ्जनानि इत्युक्ते हल् वर्णाः. तर्हि प्रथमतया स्वराः सन्ति, तदनन्तरं हल् वर्णाः सन्ति. प्रथमं सूत्रं पश्यामः चेत् अ इ उण् इति अस्ति. तत्र अकारः अस्ति, इकारः अस्ति, उकारः अस्ति, तदनन्तरं णकारः अस्ति. प्रत्येकस्मिन् सूत्रे अन्ते एकः हल् वर्णः अस्ति. तादृशवर्णस्य सूत्रेषु भागः नास्ति. इत्युक्ते तत्र केवलं एकं चिह्नम् अस्ति. अन्ते यः वर्णः अस्ति, एकं चिह्नम् अस्ति, सः वर्णः इत्संज्ञा, तस्य इत्संज्ञा भवति. इत्संज्ञा इत्युक्ते एक नामकरणमस्ति. इत्संज्ञा भूत्वा तस्य लोपः भवति, तादृशवर्णस्य अपगमनं भवति. अतः ऐ उन् अण् इति वदामः, अण् इति प्रत्याहारः. अत्र अण् इत्युक्ते प्रत्याहारः. प्रत्याहारः नाम वर्णानां समूहः इत्युक्ते अण् इति प्रत्याहारे केचन वर्णाः सन्ति. के वर्णाः इति चेत् अकारः, इकारः, उकारः. नकारः तस्मिन् अन्तर्भूतः नास्ति. अण् प्रत्याहारे केवलम् अकारः, इकारः, उकारः. एवमेव इदानीम् अहम् अक् इति प्रत्याहारः इति वदामि चेत् अक् प्रत्याहारे अक् इत्युक्ते अत्र प्रथमं सूत्रम् अ इ उन् अपि च द्वितीयं सूत्रं लृक् इति सूत्रद्वयं मिलित्वा प्रथमसूत्रे प्रथमवर्णः अस्ति अकारः, द्वितीयसूत्रे अन्तिमवर्णः अस्ति ककारः. मिलित्वा अक् इति वदामि. अक् इत्युक्ते एकः प्रत्याहारः. प्रत्याहारः इत्युक्ते वर्णानां समूहः. तर्हि अक् प्रत्याहारे के के वर्णाः इति पृच्छामि चेत् अक् प्रत्याहारे अकारः अस्ति, इकारः अस्ति, उकारः अस्ति, ऋकारः अस्ति, ऋकारः अपि अस्ति. तर्हि एते वर्णाः अन्तर्भूताः. तर्हि प्रथमसूत्रे अन्ते णकारः अस्ति, अपि च द्वितीयसूत्रे ककारः अस्ति, तयोः ग्रहणं नास्ति. अक् प्रत्याहारे णकारः अपि च ककारः तयोः भागः नास्ति, केवलम् अत्र चिह्नम् अस्ति. इति कृत्वा अत्र प्रत्येकं सूत्रं प्रत्येकस्मिन् सूत्रे अन्ते यः वर्णः अस्ति, प्रथमसूत्रे णकारः, द्वितीयसूत्रे ककारः, तृतीयसूत्रे मकारः, एते वर्णाः इत्संज्ञकवर्णाः. इत्युक्ते अत्र केवलं चिह्नम् अस्ति, तेषां लोपः भवति इति अत्र विषयः अस्ति. एतावत् कोऽपि प्रश्नः? न भगिनि. अस्तु अस्तु, समीचीनम्. अत्र रमा भगिनी, अत्र सूत्रं चतुर्दशसूत्राणि सन्ति. सूत्रं दृष्ट्वा भवत्याः मनसि किम् आगच्छति इदानीं? किमपि अत्र वैशिष्ट्यम् अस्ति वा? रमाबाई, रमाबाई भगिनी. नमस्ते भगिनि. नमस्ते भगिनि. एकवारं प्रश्नं. अत्र अत्र भवती सूत्राणि पश्यति खलु, अत्र भवत्याः मनसि किम् अस्ति, अत्र किं पश्यति, अत्र आयोजनं कथम् अस्ति, प्रथमतया किम् अस्ति? अत्र स्वराः सन्ति खलु, स्वराः सन्ति, व्यञ्जनानि सन्ति, अनन्तरं सूत्रस्य एकैक सूत्रम् एकैक वाक्यम् अस्ति, एकैकसूत्रम् अन्ते हल् वर्णः अस्ति, हल् वर्णः इत्संज्ञकवर्णः अस्ति, तेषां उच्चारणनिमित्तम् एव तत्र अस्ति. किमपि बाधा नास्ति. समीचीनं, सम्यक् सम्यक्. अन्ते यानि व्यञ्जनानि सन्ति तानि तु उच्चारणसौकर्यार्थं नास्ति खलु, तत्तु सत्यं सत्यम्. अन्ते यः वर्णः अस्ति सः वर्णः इत् वर्णः अत्र सीमां स्थापयति, केवलम् एकं चिह्नम् अस्ति. सत्यम्, एकं चिह्नम् अस्ति भगिनी. महोदय, महादेवन् महोदय पृच्छतु. अन्तिमवर्णः सीमारेखा भवति अस्ति किल, नकारः अस्ति अण् अण् मध्ये, नकारः सङ्ग्रहे नास्ति, अस्ति किल? सत्यं. किन्तु भवती उक्तवती इन्संख्यावर्णः इत् इत् इति तस्य नामकरणमस्ति. प्रत्येकस्मिन् सूत्रे अन्तिमवर्णः तस्य नाम अस्ति इत् इत् संज्ञा इति नामकरणमस्ति. इत्संज्ञकवर्णः इति वदामः, इत्संज्ञकवर्णः. इत्संज्ञा इत्यस्य प्रयोजनम् अस्ति व्याकरणे, तस्य प्रयोजनं किम् इति वयम् अग्रे गत्वा परिशीलयामः. इदानीम् अत्र अन्तिमवर्णः इत्संज्ञा अस्ति, अन्तिमवर्णस्य इत्संज्ञा अस्ति, तस्य लोपः भवति, तस्य अपगमनं भवति इति इदानीम् अवगच्छतु. भगिनि, भगिनि, अहं वदामि इदानीं. अत्र आ इ उ रु केवल ह्रस्वस्वराः दृश्यते, स्वराः दृश्यन्ते, दीर्घस्वराः न किल? समीचीनः प्रश्नः. अत्र अत्र भगिनी कृपया म्यूट् करोतु, प्रतिध्वनिः अस्ति. हा, अत्र प्रश्नः उत्तमः प्रश्नः अस्ति. अत्र यद्यपि अत्र सूत्रे केवलं ह्रस्वकारः, ह्रस्व इकारः, ह्रस्व उकारः एव अस्ति, तथापि तत्र तत्र ह्रस्वः, दीर्घः, प्लुतः त्रयाणामपि ग्रहणमस्ति सूत्रे. अ इति वदामः चेत् तत्र अष्टादशप्रभेदाः अपि अन्तर्भूताः. अग्रे गत्वा वयं अस्मिन्नेव करपत्रे, अद्यतनकरपत्रे अग्रे गत्वा वयं पठामः अत्र कथम् अष्टादशप्रभेदाः सन्ति इति अग्रे गत्वा पठामः. परन्तु यत्र कुत्रापि स्वरः अस्ति तत्र ह्रस्वः, दीर्घः, प्लुतः त्रयाणामपि ग्रहणं. परन्तु यत्र एकारः, ओकारः, ऐकारः, औकारः, तेषां तु ह्रस्वः नास्ति, केवलं दीर्घः अपि च प्लुतः एव, प्लुतवर्णानामेव ग्रहणं भवति. अपि च ऋकारस्य केवलं ह्रस्वः एव अस्ति, दीर्घः नास्ति. अतः तत्र ह्रस्वः, प्लुतः. अग्रे गत्वा पठामः तस्मिन् विषये. अपि च अत्र अग्रे अत्र सावित्री भगिनी, भवती किं किं पश्यति सूत्रे? भगिनी प्रश्नः अस्ति. हा, पृच्छतु. नकारः द्वित्वं भवति, हकारः द्वित्वं भवति, कुत्र द्वित्वं? महेश्वराणि सूत्राणि लण्. हा, णकारः द्विवारं किमर्थम् अस्ति? उत्तमम्. णकारः द्विवारं समीचीनं. किं किं हौ टु कन्सिडर् अण्? हा, अत्र अण् इति अण् इति अण् इति समीचीनं. हकारः अपि द्विवारं, समीचीनं समीचीनं. किमर्थं द्विवारम् इति पश्यामः इदानीमेव, किञ्चित् अग्रे पश्यामः किमर्थं द्विवारं. समीचीनः चिन्तनम्. अत्र णकारः द्विवारम्, अपि च हकारः अपि द्विवारम् अस्ति सूत्रे. प्रथमतया अत्र णकारः प्रथमसूत्रे अपि अस्ति, अपि च षष्टमसूत्रे अपि णकारः अस्ति, अपि च हकारः पञ्चमसूत्रे अपि अस्ति, अपि च चतुर्दशसूत्रे अपि हकारः अस्ति. किमर्थम् अस्ति इति अग्रे परिशीलयामः. अस्तु, समीचीनम्. अनन्तरम् अत्र अन्यत् किमपि अस्ति वा सावित्री भगिनी? अहं वदामि. ऋकारं दीर्घं भवति वा? किं ऋकारं? ऋकारः दीर्घः अपि अस्ति, ह्रस्वः, दीर्घः. महाप्राणाः एकत्र सन्ति, अल्पप्राणाः एकत्र सन्ति. कुत्र महाप्राणाः एकत्र? धष् देन् ख, फ, छ, ठ, ठ, आल् आर् टुगेदर्. महाप्राण समीचीनम्. अत्र अल्पप्राण समीचीनं, समीचीनम्. अत्र हल् वर्णः, यत्र हल् वर्णः अस्ति, ह इति अस्ति, ह य वर. हल् वर्णः स्वरवर्णेन सहित उच्चारणम् अस्ति. अत्र केवलम् उच्चारणसौकर्यार्थं स्वरवर्णं योजयित्वा हकारः इति वदामः. यद्यपि तत्र केवलं हल् वर्णानामेव ग्रहणम् अस्ति, परन्तु उच्चारणसौकर्यार्थं ह य वर ल ञामागाणानम् इति अत्र स्वरं योजयित्वा उच्चारणार्थं वदामः. अपि च अत्र यथा भवती उक्तवती, अत्र प्रथमतया तत्र महाप्राणवर्णः अस्ति, तदनन्तरम् अल्पप्राणवर्णः अस्ति. हल् वर्णानां विषये पश्यामः चेत् ह ए वर ल इति अवर्गीयव्यञ्जनानि, तदनन्तरं वर्गस्य पञ्चमवर्णः न्यामागाणान सप्तमं सूत्रं पश्यति चेत् तत्र वर्गस्य पञ्चमवर्णः, वर्गाणां पञ्चमवर्णः, तदनन्तरम् अष्टमसूत्रे चतुर्थवर्णः, वर्गाणां चतुर्थवर्णः जाभ, नवमसूत्रे अपि चतुर्थवर्णः घाडाधश्, तदनन्तरं वर्गाणां तृतीयवर्णः जबगाडद, तदनन्तरं द्वितीयवर्णः कपचटथ, तदनन्तरं प्रथमवर्णः चटत कपै, अन्ततो गत्वा तत्र शससर् इति पुनः अवर्गीयव्यञ्जनानि, अनन्तरं हकारः। तर्हि अत्र प्रश्नः अस्ति किमर्थं नकारः द्विवारम् इति चेत् तत्र तस्य महत्त्वम् अस्ति। अग्रे गत्वा यदा हि वयं सूत्राणां सूत्रस्य विषये पठामः तत्र अवगन्तुं शक्नुमः। अण् इति प्रत्याहः, अण् इति वदामः चेत् अण् प्रत्याहारः इति वदामः चेत् कुत्रचित् सूत्रेषु अण् इति प्रत्याहारः इति वदामः चेत् सामान्यतया अकारः, इकारः, उकारः तस्य एव ग्रहणं भवति। परन्तु इदानीम् इन् इति वदामि, इन् इति प्रत्याहारे अत्र मोहन् महोदय वदति वा अत्र इन् प्रत्याहारे के के वर्णाः? उत्तमम्। एते वर्णाः इन् इति प्रत्याहारे, एते वर्णाः इन् इति प्रत्याहारे सन्ति। समीचीनम्। अतः अत्र कुत्रचित् सूत्रेषु भगिनी इन् इति इ उ ओन्ली वि केन् मिस् अण्डर्स्टाण्ड् नो। हा, तदर्थमेव वदामि। इन् इति प्रत्याहारः सूत्रेषु इन् इति प्रत्याहारः पश्यामः चेत् सामान्यतया इन् इति प्रत्याहारः अस्ति चेत् तत्र लण् पर्यन्तं गन्तव्यम्। इन् इत्युक्ते न केवलम् इ उ, अत्र लण् लण् पर्यन्तं गन्तव्यम्। इन् इति प्रत्याहारः इति वदामः, अण् इति प्रत्याहारः इति वदामः चेत् तत्र केवलम् अकारः, इकारः, उकारः। अग्रे गत्वा यदा हि वयं सूत्रं पठामः तत्र सूत्रस्य सन्दर्भे अवगन्तुं शक्नुमः अत्र इन् इत्युक्ते अत्र लण् पर्यन्तं गन्तव्यम् अथवा अण् इत्युक्ते तत्र केवलम् अकारः, इकारः, उकारः तथा अस्ति इति वयम् अग्रे गत्वा द्रष्टुं शक्नुमः। परन्तु इदानीम् अहं केवलं वदामि इन् इति प्रत्याहारः इति वदामः चेत् सामान्यतया लण् पर्यन्तं गच्छामः, अण् इत्युक्ते सामान्यतया अकारः, इकारः, उकारः इति अस्ति। एवमेव अत्र हकारस्य द्विवारम् अस्ति। प्रथमतया अत्र पञ्चमसूत्रे आदौ हकारः अस्ति, हायावारट् हट् इति। अनन्तरं चतुर्दशसूत्रे अपि हल् इति अस्ति। तर्हि तत्र किमर्थं तथा अस्ति, कोऽपि जानाति वा? तत्र हायावरट् इति सूत्रे तत्रापि हकारः अस्ति, अपि च हन्ते हल् इति अस्ति। यदि हल् इति यत्र व्यञ्जनानां ग्रहणं भवति तत्र हायावरट् इति आरभ्य तत्र तस्य हकारस्य तस्मात् हकारात् आरभ्य एव भवति इति अस्ति। अपि च प्रायः अपरं सूत्रं वर्तते तत्र णत्वविषये इति मन्ये, यत्र हकारः अपि अपेक्षितः अस्ति, परन्तु हयवरट् इति पर्यन्तम् एव तस्य सूत्रस्य प्रसक्तिः भवति, तदर्थं तत्र हकारः अपि अन्तर्गतः। हा, समीचीनं महोदय। अत्र वस्तुतः णत्वसूत्रं तत्र अट्कुप् आङ् नुम् व्यवाये अट् इति अस्ति खलु, तत्र अट् इति प्रत्याहारे हकारः अपि अपेक्षितः। हा, हट् इति प्रत्याहारे, अट् इति प्रत्याहारे हकारः अपि अपेक्षितः। समीचीनम्। अत्र द्वितीयहकारः, द्वितीयहकारस्य प्रयोजनं वा? तद् अहं न जानामि भगिनि। प्रथमहकारस्य विषये समीचीनमेव, तत्र अट् इति प्रत्याहारे कुत्रचित् अत्र अट् इति वदामः चेत् अत्र अट् प्रत्याहारे अत्र सुशीला भगिनी वदति वा अट् प्रत्याहारे के के वर्णाः? अट् अकारात् आरभ्य अट् आ इ उ ऋ लृ लृ ए ओ ऐ औ हायवर। हा, अट् प्रत्याहारे एते वर्णाः इत्युक्ते प्रथमसूत्रं, द्वितीयसूत्रं, तृतीयसूत्रं चतुर्थसूत्रं पञ्चमसूत्रपर्यन्तं तत्र ये वर्णाः सन्ति तेषां ग्रहणं भवति. समीचीनं. तर्हि अत्र अतः एव अट् प्रत्याहारे हकारः भवतु इति कृत्वा तत्र हकारः स्थापितः पञ्चमसूत्रे. अपि च चतुर्दशसूत्रे अपि पुनः हकारः अस्ति. किमर्थं चेत् बहुत्र यत्र बहुत्र बहूनि सूत्राणि सन्ति यत्र झल् इति प्रत्याहारः अस्ति. झल् झकारः महाप्राणझकारः. झल् इति प्रत्याहारे अत्र ललिता भगिनी वदति वा झल् प्रत्याहारे के के वर्णाः? झल् प्रत्याहारे पञ्चमवर्णाः सन्ति. पञ्चमवर्णाः चतुर्थवर्णाः चतुर्थवर्गः प्रथमवर्गः द्वितीयवर्गः. पुनः वदतु चतुर्थवर्णः अनन्तरं जल् जल् वदामि भगिनि. पञ्चमवर्गः चतुर्थवर्गः द्वितीयवर्गः प्रथमवर्गः. अस्तु अत्र वेङ्कटरामन् महोदय भवान् किं वदति झल् प्रत्याहारे के के वर्णाः? आं भगिनि, झल् प्रत्याहारे उत्तमं. भगिनी पश्यति वा ललिता भगिनी न सुशीला भगिनी पश्यति वा? अत्र पञ्चमवर्णः नास्ति खलु. अत्र अष्टमसूत्रात् आरभ्य अष्टमसूत्रस्य आदौ झकारः अस्ति ततः आरभ्य अवगच्छति खलु. हा वदतु अत्र जल् प्रत्याहारे के के वर्णः? महादेवन् महोदय वदतु. झटतौ वकारः नास्ति खलु. झटतौ कपै झटतौ नास्ति झटत. समीचीनं. तर्हि अत्र पुनः झल् प्रत्याहारे पुनः हकारस्य आवश्यकता अस्ति. बहुत्र सूत्रेषु झल् इति प्रत्याहारस्य प्रयोगः भवति. तत्रापि हकारस्य प्रयोगः भवतु इति कृत्वा तत्र हकारः पुनः स्थापितः. भगिनि, झल् प्रत्याहारे कवर्ग चवर्ग टवर्ग पवर्ग प्रथम चतुर्दश चतुर्वर्णानां एव शाह हा चतुर्थवर्णः तृतीयवर्णः द्वितीयवर्णः प्रथमवर्णः अपि च चत्वारि हा वर्गाणां प्रथम द्वितीय तृतीय चतुर्थवर्णः अपि च श ष स ह अस्तु. समीचीनम्. इदानीं किञ्चित् अत्र करपत्रात् किञ्चित् पठामः, तदनन्तरं पुनः अस्मिन् विषये एव चिन्तनं कुर्मः. अत्र ललिता भगिनी पठति वा? आम् भगिनि. ये माहेश्वरसूत्राणां प्रसङ्गे न जानन्ति सर्वप्रथमं भीतिः मास्तु. अस्मिन् सारल्यम् अस्ति अपि च सौन्दर्यम्. अधुना यत् अधः लिखि न श्रूयते भगिनि. ललिता भगिनी अस्तु. अत्र मीना भगिनी पठतु. मीना भगिनी पश्यामि ये माहेश्वराणि प्रसङ्गे न जानन्ति सर्वप्रथमं प्रीतिः मास्तु अस्मिन् सारल्यम् अस्ति अपि च सौन्दर्यम् अधुना यत् अधः लिखितम् अस्ति तत् पठित्वा यावत् शक्यम् अवगच्छन्तु अग्रे गत्वा पाठेषु येषां सूत्राणां महत्त्वं प्रकटं भविष्यति इमानि चतुर्दश माहेश्वराणि सूत्राणि ऐ उन् ऋलक्येवोम् अयौच्छयवरट्लङ्गणनं दभङ्गडदश् कपचटतौ कपै सशसर् अल् उपरि चतुर्दश तावत् वदतु भगिनि किम् अस्ति अत्र अत्र माहेश्वरसूत्राणि चतुर्दशसूत्राणि अस्ति सौन्दर्येण लिखितम् अत्र प्रतिसूत्रम् अन्ते इत्वर्णः अस्ति प्रथमे ह्रस्ववर्णानि एव ह्रस्व स्वराः सन्ति तदनन्तरं व्यञ्जनानि सन्ति समीचीनम् समीचीनमस्ति भगिनि धन्यवादः अग्रे अत्र गीता भगिनी पठति वा अत्र कोऽपि प्रश्नः वा एतावता चतुर्दशसूत्राणि अवगतं खलु अस्तु अग्रे गीता भगिनी पठति वा उपरि चतुर्दशवाक्यानि लिखितानि प्रत्येकं वाक्यम् एकं सूत्रं सर्ववर्णमाला जानीयुः अत्र वर्णमालायाः नूतनम् आयोजनम् इति चिन्तयन्तु आयोजनस्य आधारः प्रत्याहः प्रत्याहारः इत्युक्तौ वर्णानां समूहः प्रत्येकं प्रत्याहारस्य अन्ते इत् संज्ञकः वर्णः स्थितः अयम् इत् संज्ञकः वर्णः प्रत्याहारस्य सीमारेखा भवति प्रत्याहारः नाम सङ्गः अस्मिन् सङ्ग्रहे इत्संज्ञाकाः वर्णाः नार्थभूताः इति अवधेयं ते केवलं प्रत्याहारस्य सीमां कुर्वन्ति तदा अपगच्छन्ति तावत् वदतु एते वर्णमालाः नूतनम् आयोजनं क्रियाणि सन्ति आयोजनस्य आधारः ते प्रत्याहारः इति प्रत्याहारः इत्युक्ते वर्णानां समूहः प्रत्येकं प्रत्याहारस्य अन्ते ते संख्या भवति ईत् संज्ञा इति भवति सीमारेखा भवति प्रत्याहारस्य सीमारेखा भवति प्रत्याहारे संज्ञा समीचीनं भगिनि समीचीनम् अत्र न श्रूयते वा किमपि न श्रूयते बहु डिस्टर्बेन्स् किमर्थं मम कृते तु स्पष्टमस्ति एवं मम कृते अपि स्पष्टमस्ति ध्वनिः न श्रूयते सावित्री भगिनी खलु भवत्याः दूरवाण्यां प्रायः क्लेशः अस्ति इति चिन्तयामि अस्तु अस्तु अत्र अत्र तङ्गलक्ष्मी भगिनी वदतु अत्र प्रत्याहारः इत्युक्ते किं स्वस्य शब्दैः वदतु स्वस्यैः शब्दैः वदतु प्रत्याहारः इत्युक्ते वर्णानां समूहः प्रत्याहारस्य अन्ते इत् संज्ञकवर्णः अस्ति उदाहरणार्थं उदाहरणार्थम् अण् इति इण् शब्दम् इत् संज्ञकवर्णः. प्रत्याहारस्य सीमा एतदेव प्रत्याहारस्य सीमारेखा. अण् प्रत्याहारे के के वर्णाः? अण् प्रत्याहारे अ इ उ इत्येव अण् प्रत्याहारे. तत्र अन्तिमवर्णस्य का गतिः? अन्तिमवर्णम् इण् इन् भवति, इन् एव उक्तवती किल. नकारं एतत् इत् संज्ञकवर्णः. इत् संज्ञकवर्णः. तर्हि तत्र इत् संज्ञकवर्णस्य किं भवति अत्र? एतदेव सीमारेखा. अस्मिन् तस्य लोपः भवति खलु? एतद् लोपः भवति. इन् इति नकारं लोपः भवति. समीचीनं. तर्हि एतावता प्रत्याहारः इति अवगतं खलु? प्रत्याहारः इत्युक्ते कः इति. अस्तु, समीचीनम्. परन्तु एकं प्रश्नः अस्ति. लण् इति अस्ति किल अत्र, लण् सूत्रं ल ल एव अत्र आगच्छति वा? सत्यं, ल एव आगच्छति. अस्तु, लण् इति वदामः चेत् तत्र केवलं लकारः. लकारः सत्यम्. अस्तु, समीचीनम्. अग्रे भगिनि एकः प्रश्नः भगिनि, लण् लण् प्रत्याहारे केवल ल वर्ण अस्ति, हल् प्रत्याहारे किन्तु सर्वे सर्वे व्यञ्जनानि आसन्. हल् हल् इति प्रत्याहारः इति वदामः चेत् सामान्यतया सर्वे हल् वर्णाः तस्मिन् अन्तर्भूताः. अस्तु अस्तु, ओके. चतुर्दश प्रत्याहार हल् अस्ति इति तदनन्तरम् अहं पृच्छामि भगिनि. हा, तत्र चतुर्दशसूत्रे अपि हल् इति अस्ति. तर्हि सामान्यतया हल् इति वदामः चेत् सर्वेषां हल् वर्णानां ग्रहणं, न तु चतुर्दशसूत्रं. हल् इति प्रत्याहारः इति वदामः चेत् सामान्यतया तत्र सर्वे व्यञ्जनानि, सर्वाणि व्यञ्जनानि तस्मिन् अन्तर्भूतानि. स्पष्टं वा? स्पष्टं, धन्यवादः. भगिनी, अण् इत्युक्ते कानि वर्णानि सन्ति? अण् इति वा? अण् इति प्रत्याहारे अकारः, इकारः, उकारः तावदेव. अण् इति प्रत्याहारद्वयम्, अण् इति प्रत्याहारद्वयं भवति खलु? अ इ उ इति एकः प्रत्याहारः, अपि च लकारपर्यन्तमपि अपरः प्रत्याहारः वर्तते इति मन्ये. हा, अपरः प्रत्याहारः वर्तते, परन्तु सामान्यतया यत्र व्याकरणशास्त्रे अण् इति प्रत्याहार इति वदामः चेत् सामान्यतया अण् इत्युक्ते अकारः, इकारः, उकारः. परन्तु यद् यद् भवान् वदति तत्तु समीचीनमेव. अत्र तु सूत्रं पश्यामः चेत् अण् इत्युक्ते अकारः, इकारः, उकारः, अपि च अत्र लण् लण् पर्यन्तमपि गन्तुं शक्नुमः. परन्तु सामान्यतया तत्र सूत्रेषु यदा हि वयं सूत्रं पठामः तत्र अण् इत्युक्ते सामान्यतया अकारः, इकारः, उकारः, त्रयाणां वर्णानामेव ग्रहणं सामान्यतया. इन् इत्युक्ते तत्र लण् पर्यन्तं वयं गच्छामः. केवलम् इन् इत्युक्ते वा? हा, इन् इन् इति प्रत्याहारः इति वदामः चेत् तत्र लण् पर्यन्तं वयं गच्छामः. तत्रापि भगिनी अत्र यदा हि वयं सूत्रं पठामः तत्र तस्मिन् सन्दर्भे वयं पुनः परिशीलयामः अण् इत्युक्ते कः, अण् प्रत्याहारे के के वर्णाः. परन्तु इदानीं वयम् अण् इति वदामः चेत् तत्र अण् इत्युक्ते अकारः, इकारः, उकारः अपि अस्ति. अत्र अकारः, इकारः, उकारः, लण् पर्यन्तमपि गन्तुं शक्नुमः इदानीम्. अत्र अण् इत्युक्ते अत्र प्रत्याहारद्वयम् अस्ति. एवमेव अत्र इन् इति वदामः चेत् अपि प्रत्याहारद्वयम् अस्ति. इन् इकारः, उकारः, अपि च तत्र लण् पर्यन्तमपि गन्तुं शक्नुमः. इत्युक्ते इदानीम् अस्माकम् अवगमनार्थं तथा वयं कुर्मः. अग्रे गत्वा तत्र अण् इत्युक्ते तस्मिन् सूत्रे कः अर्थः इति अग्रे गत्वा परिशीलयामः. अस्तु अस्तु, तर्हि अग्रे अत्र राहुल् महोदय पठति वा. यथा अत्र एकवारम् अभ्यासम् वस्तुतः अभ्यासं कुर्मः किञ्चित्. अत्र राहुल् महोदय वदतु, अत्र अच् इति प्रत्याहारे के के वर्णाः? अच् इति वा अ इ उ ऋ लृ ए ओ ऐ औ. उत्तमं, बहु समीचीनम्. स्पष्टं वा सर्वेषां कृते अच् प्रत्याहारे के के वर्णाः, सर्वे स्वराः खलु? आं स्पष्टः भगिनि. अस्तु समीचीनम्. अस्तु शीतल भगिनी भवती वदतु, अत्र झष् प्रत्याहारे महाप्राणझकारः अनन्तरं तालव्यषकारः, तत्र के के वर्णाः? उत्तमं समीचीनं. म्यूट् करोतु भगिनि. भगिनि हा पृच्छतु. सर्वे स्वराः इति उक्तः, सर्वाणि व्यञ्जनानि, किमर्थं सर्वाणि स्वराः नति? व्यञ्जनानि इति, व्यञ्जनानि इति तस्य लिङ्गं किम्? व्यञ्जनम् इत्यस्य लिङ्गं किम्? नपुंसकलिङ्गम्. ओके ओके ओके. अत्र अत्र प्रश्नः समीचीनः. अत्र भवती वदतु सर्वाणि इति किमर्थम् अस्ति, किमर्थं सर्वे व्यञ्जनानि इति नास्ति? स्वराः स्त्रीलिङ्गः? न न, स्वराः स्त्रीलिङ्गः नास्ति, स्वरः सर्वे इति बहुवचनं, बहुवचनं बहुवचनं, व्यञ्जनानि बहुवचनं नपुंसकलिङ्गे, सर्वाणि नपुंसकलिङ्गे. सर्वाणि इति तस्य तथा सर्वाणि अत्र किम् अस्ति, सर्वाणि अपि च व्यञ्जनानि तयोः सम्बन्धः कः? सर्वाणि व्यञ्जनानि विशेषणविशेष्यं. हा विशेषणविशेष्यभावः, विशेषणम् अस्ति. सर्वाणि इति सर्वनामशब्दः, अत्र विशेषणम् अस्ति, विशेषणस्य लिङ्गं वचनं पुरुषः सर्वं. हा समीचीनम्, उत्तमं समीचीनं, सम्यक्. अस्तु तर्हि अत्र अग्रे गीताञ्जलि भगिनी भवती वदतु, अत्र एच् प्रत्याहारे के के वर्णाः? ए ओ ऐ औ. समीचीनं समीचीनम्. अत्र वसन्ति भगिनी वक्तुमिच्छति वा? अस्तु हा अस्तु. तर्हि अत्र जष् इति प्रत्याहारः, अत्र जकारः अल्पप्राणजकारः. ओके. जप घडद जप घडद समीचीन. अत्र सूत्रं कस्मिन् सूत्रे अस्ति? दश सत्यं, दशमसूत्रे अस्ति, दशमसूत्रे. समीचीनं, सम्यक्. अग्रे अत्र विनय महोदय वदतु, अत्र हल् प्रत्याहारे के के वर्णाः? हल् प्रत्ययः भगिनी सर्वे व्यञ्जनानि, सर्वे व्यञ्जनानि इति वक्तव्यं वा? सर्वे व्यञ्जनानि हल् प्रत्ययः. न न, सर्वे इति वक्तव्यम्, इदानीमेव चर्चितं खलु, सर्वे इति वक्तव्यं वा अथवा सर्वाणि? सर्वाणि सर्वाणि व्यञ्जनानि हल् प्रत्ययः सन्ति. सत्यं, सर्वाणि वा सर्वाणि वा? न सर्वाणि, न सर्वाणि. मूर्धन्य णकारः वा दन्त्यनकारः वा? सर्वाणि प्रायशः सर्वाणि दन्तेनकारः वा व्यञ्जननकारः गीताञ्जलि भगिनी वदतु सर्वाणि मूर्धन्य भगिनि मूर्धन्यणकार रकार परं चेत् मूर्धन्य णकार भवति अत्र रेपः एव निमित्तमस्ति मूर्धन्यणकारस्य निमित्तमस्ति तत्र मध्ये वकारः अस्ति चेत् तत्र बाधा नास्ति अतः रेपः निमित्तमस्ति तेन कारणेन दन्त्यनकारः मूर्धन्यणकारः भवति तर्हि सर्वाणि स्पष्टं वा महोदय भगिनि अहम् एकः प्रश्नः प्रष्टुमिच्छामि वर्णस्थान प्रथम प्रत्याहार अण अस्ति अथवा वर्णस्थान कण्ठ तालु ओष्ठ द्वितीय मूर्धन्य दन्त्य अक् कण्ठ तालु ओष्ठ मूर्ख दन्त इत्यादि प्रश्नः इत्थम् अस्ति क्रम वर्गस्थानस्य क्रम समानं भवति वा केवलम् एक प्रमा क्रम अस्ति कण्ठ तालु ओषमुखर्ण्य दन्त्य फार् एक्साम्पल् अच अच प्रत्याहार इ उ र र ए औ ए औ क्रम अतः कण्ठ तालु ओष्ठमूर्धन्य दन्त्य कुत्र क्रमः सूत्रेषु वा अत्र कुत्र क्रमः अहम् अच् प्रत्याहार वदामि अच् अच् प्रत्याहारे एते एव वर्णः अत्र तु क्रमस्य किं महत्त्वं न अवगच्छामि प्रायः तस्य प्रश्नः एवं वर्णमालायां तु ककघघन इति अस्ति खलु तत्र कण्ठः इति स्थानमस्ति तस्मात् परं तालु इति क्रमेण तत्र गच्छति परन्तु अत्र तु क्रमः भिद्यते अत्र तत्र उत्पत्तिस्थानं निमित्तीकृत्य वर्णानां तत्र आवलिः नास्ति सत्यं सत्यं सत्यं सत्यं हा स्वरे स्वराणां विषये तादृशचिन्तनं नास्ति महोदय यथा अत्र व्यञ्जनानां विषये चिन्तनम् अस्ति कण्ठ्यवर्णाः अनन्तरं तालव्यवर्णाः मूर्धन्यवर्णाः तथा तादृशचिन्तनम् अत्र नास्ति यद्यपि उच्चारणस्थानानि सन्ति स्वराणां कृते अपि परन्तु तादृश आयोजनं किमपि नास्ति अवगच्छामि धन्यवादः अस्तु समीचीनम् अस्तु तर्हि अग्रे के सन्ति नूतनतया आं भगिनि राधिका अस्मि अहं विलम्बेन आगतवती अस्तु भगिनि स्वागतम् विजयलक्ष्मी भगिनी अनन्तरं रामनाथन् महोदय अनन्तरं जयन्त् सुमन् भगिनी नमस्कार जयन्त् महोदय अस्तु क्षमतां भगिनी अहं विलम्बेन आगतम् अस्तु चिन्ता नास्ति महोदय रमा अस्मि रमा भगिनी हा नमस्कार भगिनी महादेवन् महादेवन् मम पार्श्वे अस्ति अनन्तरं सूर्यकुमारी सूर्यकुमारी हा सूर्यकुमारी भगिनि हा इदानीं किञ्चित् मन्दं मन्दं श्रूयते भगिनि आगच्छति हा सम्यक्तया न श्रूयते प्रायः किमपि क्लेशः अस्ति अस्तु अस्तु अस्तु अग्रे अत्र राधिका भगिनी वदतु अत्र खर् प्रत्याहारे के वर्णाः खर् इति महाप्राणककारः अस्तु ओ महाप्राणककार खर् वा अस्तु खर् प्रत्याहारे ख फ छ ठ थ छ ठ थ ख फ ष ष स हा समीचीनम् एते समीचीनं समीचीनं अग्रे अत्र विजयलक्ष्मी भगिनी वदतु, अत्र छौ छौ प्रत्याहारे के के वर्णाः? अन्येकवारं वदतु भगिनि. चकारः, महाप्राणचकारः, अनन्तरं वकारः, छौ. छकारः छठत चटत. हा समीचीनं, छठत चटत छौ. सत्यं समीचीनं भगिनि, समीचीनमस्ति. अनन्तरं रामनाथ महोदय अत्र इक् इक् प्रत्याहारे के के वर्णाः? इक् इकार उकार ऋकार ऋकार. हा समीचीनं, समीचीनमस्ति. अग्रे अत्र रमा भगिनी वदतु, शर् शर् इति प्रत्याहारे के के वर्णाः? तालव्यषकारः, शर् तालव्यषकारः, शल् श श शर् शर् रेपः अन्ते. श स श श स. हा समीचीनं, कति वर्णः? श श स. हा त्रयः वर्णः खलु. कस्मिन् सूत्रे अस्ति? त्रयोदशसूत्र. हा समीचीनं, त्रयोदशसूत्रे अस्ति, समीचीनं, सम्यक्. अनन्तरम् अत्र सुमन् भगिनी वदतु, अत्र इन् इन् प्रत्याहारे के के वर्णाः? सर्वे स्वराः. अनन्तरं हयवर ल. हा समीचीनं, समीचीनं, अस्तु. तत्र अकारं विहाय इण् प्रत्याहारे भवति. क्षम्यताम्, अहं तु सर्वे स्वराः उक्तवती, अकारविहाय सर्वे स्वराः. अकारं विहाय सर्वे स्वराः, हा क्षम्यताम्. अत्र इकारात् आरभ्य लकारः पर्यन्तं खलु. हा पुनः वदतु. अस्तु, इ उ ऋ लृ ए ओ ऐ औ ह य व र ल. हा समीचीनं, समीचीनमस्ति. अनन्तरं झष्, महाप्राणझकारः, मूर्धन्यषकारः. अत्र जयन्त् महोदय वदतु, झष् झ ह ध ध द. हा अत्र सूत्रं, सूत्रं किम्? एकं अष्टम नवमसूत्रमस्ति. समीचीनं, समीचीनम्, उत्तमम्, अस्तु, अस्तु. तर्हि अग्रे करपत्रात् किञ्चित् पठामः. अत्र सूर्यकुमारी भगिनी पठति वा, यथा इति अस्ति ततः आरभ्य. यथा प्रत्याहारः इत्यस्य अनन्तरं यथा अन् प्रत्यय अन् प्रत्याहार अ इ उ ऋक् प्रत्याहार ऋ लृ हक् अ इ उ ऋ लृ ऋ लृ इन् ए एन् एन् प्रत्यय एन् प्रत्याहार ए औ किञ्चित् उच्चैः वदतु भगिनि औ एन् प्रत्याहार ए औ ए ओ एच् प्रत्याहार ए ओ ऐ औ झष् झबगडद अच् ऐ उ ऐ उ ऋ ऋ ए ओ ऐ औ अल् सर्वाणि व्यञ्जनानि अल् सर्वे वर्णाः सर्वे स्वराः सर्वाणि व्यञ्जनानि समीचीनमस्ति. इत्युक्ते अत्र सामान्यतया अच् इति वदामः चेत् अत्र सर्वे स्वराः अन्तर्भूताः, हल् इत्युक्ते सर्वाणि व्यञ्जनानि, अल् इत्युक्ते सर्वे वर्णाः. अत्र भगिनी वदतु अल् इति प्रत्याहारे के के वर्णाः अल् प्रत्याहारे? सर्वे वर्णाः, सर्वाणि व्यञ्जनानि च. सत्यं सत्यं, समीचीनम्. अस्तु तर्हि ततः अग्रे अत्र एतावता कोऽपि न पठितवान् वा अत्र? सन्दीप् महोदय अग्रे पठय, अग्रे पठतु. अवधेयं स्वराः का वदति सावित्री भगिनी वा? अहं न पठितवती. सावित्री भगिनी वा? अस्तु अस्तु, महोदय प्रथमं पठति सन्दीप् महोदय. अत्र सर्वे कृपया म्यूट् मध्ये भवन्तु. अत्र महोदय पठतु. अ इ उ ऋ एषु प्रत्येकम् अष्टादशानां वर्णानां प्रतिनिधिः ह्रस्व दीर्घः प्लुतः उदात्तः अनुदात्तः स्वरितः अनुनासिकः अननुनासिकः च. त्री टैम्स् 3 × 2 = 18. यथा अनुनासिक उदात्त ह्रस्व अकारः, अननुनासिक उदात्त ह्रस्व इकारः, अननुनासिक अनुदात्त ह्रस्व उकारः, अननुनासिक अनुदात्त ह्रस्व ऋकारः, तदा पुनः अननुनासिक स्वरित ह्रस्व अकारः इत्यादीनि रूपाणि. तावत् वदतु. अत्र अ इ उ ऋ सर्वे स्वराणां प्रतिनिधिः. अत्र प्लुत उदात्त सर्व किं सन्ति न जाने. अस्तु समीचीनं महोदय. अत्र अत्र सूर्यकुमार, अत्र सावित्री भगिनी सहायं करोतु. अत्र किमस्ति? सावित्री भगिनी अस्तु. अत्र हरीश् महोदय वदतु भगिनी अस्ति वा? अत्र एकक्षणं महोदय, भगिनी अस्ति वा? न भगिनी वदतु. ह्रस्वः दीर्घः प्लुतः उदात्तः अनुदात्तः स्वरितः भवति इति कारणात् भगिनी न श्रूयते. भगिनी सम्यक्तया न श्रूयते भगिनी, न श्रूयते भगिनी. अहं वदामि भगिनि नद्रः हरीश् महोदय वदति महोदय वदति एवम् अत्र अस्मिन् वर्गे एव प्रश्नः आसीत् तत्र माहेश्वरसूत्रेषु केवलम् अहं ह्रस्व अकारं पश्यामि परन्तु तत्र दीर्घ अकारस्य का गतिः इति अस्य प्रश्नस्य समाधानम् अत्र दत्तमस्ति यदि अहम् अकारः इति वदामि चेत् माहेश्वरसूत्रेषु स च अकारः केवलं ह्रस्वकारस्य एव रूपं नास्ति परन्तु तत्र अष्टादशानाम् अकाराणां प्रतिनिधिः भवति कथं वा तत्र अष्टादश अकाराः सन्ति इति तत्र ह्रस्वः दीर्घः प्लुतः इत्युक्ते ह्रस्वः इत्युक्ते एकमात्राकालं कालः दीर्घः इत्युक्ते तत्र मात्राकालद्वयं भवति प्लुतः इत्युक्ते मात्राकालत्रयम् अथवा इतोपि अधिकं वा इति अस्ति तत्र मात्राकालेन भिद्यते अपि च अनुनासिकः अथवा अननुनासिकः अकारः इत्युक्ते तत्र प्रायेण ग्रन्थेषु तत्र अकारः वर्तते तस्य उपरि चन्द्रबिन्दु इति चिह्नं सर्वैः दृश्यते एव स च अकारः अनुनासिक अकारः इति यदि तत्र चन्द्रबिन्दुः नास्ति इत्युक्ते अननुनासिकः इति अकारः अपि च तत्र उदात्त अकारः अनुदात्त अकारः स्वरित अकारः इति त्रयः अकाराः सन्ति तत्र उदात्तः इत्युक्ते वेदे ये स्वराः वर्तन्ते तत्र किम् इति वक्तव्यम् इत्युक्ते तत्र उच्चारणस्य स्तरः भवति उदात्तस्तरः अथवा अनुदात्तस्तरः अथवा स्वरितस्तरः एतत् सर्वम् आहत्य अष्टादश अकाराः वर्तन्ते अपि च इकारस्य उकारस्य ऋकारस्यापि इयमेव गतिः अस्ति समीचीनं भगिनि एकः प्रश्नः अकारस्य ह्रस्वः अवगतम् अकारस्य अनुनासिकः नासिकसहायेन इति वक्तुम् अकारस्य अननुनासिकः देर् इस् नो डिफ्रेन्स् नो बिट्वीन् अकार ह्रस्व एण्ड् अकार अननुनासिक डिफ्रेन्स् अस्ति किञ्चित् अत्र वदामि अत्र यथा महोदयेन उक्तम् अत्र स्वराः अत्र ह्रस्वः दीर्घः प्लुतः इति भेदाः सन्ति ह्रस्वः इत्युक्ते एकमात्रकालेन उच्चार्यमाणः स्वरः ह्रस्वस्वरः इति वदामः अ इति वदामः चेत् तत्र एकमात्रकालेन उच्चारयामि अतः ह्रस्वः आ इति वदामि चेत् तत्र दीर्घः यतोहि अत्र द्विमात्राकालेन उच्चार्यमाणः स्वरः दीर्घस्वरः प्लुतः इत्युक्ते त्रिमात्राकालेन उच्चार्यमाणः स्वरः इदानीमत्र रामा इति वदामि चेत् तत्र अन्ते यः अकारः अस्ति तस्य प्लुतसंज्ञा अस्ति यतोहि त्रिमात्रकालः अस्ति अतः ह्रस्वः दीर्घः प्लुतः इति तादृशभेदः अस्ति प्रथमतया वयं सर्वे जानीमः स्वराः अत्र द्वाविंशतिस्वराः सन्ति इति जानीमः ह्रस्वः दीर्घः प्लुतः इति भेदः प्रथमतया तदनन्तरम् उदात्तः अनुदात्तः स्वरितः इति यथा महोदयेन उक्तम् अत्र वेदे उदात्तस्वरः अनुदात्तस्वरः स्वरितस्वरः इति अत्र उदात्तस्वरः इत्युक्ते यदि किमपि चिह्नं नास्ति स्वरस्य उपरि वा अथवा अधोभागे वा चिह्नं नास्ति चेत् तत्र उदात्तस्वरः इति वदामः केवलम् अकारः इकारः उकारः उदात्तस्वरः परन्तु यदि स्वरस्य अधोभागे रेखा अस्ति चेत् अकारः अस्ति तर्हि अकारस्य अधोभागे रेखा अस्ति चेत् तत्र अनुदात्तस्वरः इति वदामः अपि च यत्र स्वरस्य उपरि रेखा अस्ति चेत् तत्र स्वरितस्वरः इति वदामः इति तादृशभेदः अस्ति प्रथमतया तर्हि स्वरः ह्रस्वः दीर्घः प्लुतः इति प्रथमतया भेदः तदनन्तरम् उदात्तः अनुदात्तः स्वरितः इति भेदः तदनन्तरम् अनुनासिकः अननुनासिकः च तर्हि अनुनासिकः अपि च अननुनासिकः तयोः भेदः कः इति चेत् अत्र वस्तुतः अष्टाध्याय्यामेव सूत्रमस्ति मुखनासिकवचनोनुनासिकः अनुनासिकः इति इत्युक्ते अत्र अनुनासिकस्वरः इत्युक्ते तादृशस्वरः यस्य उच्चारणार्थं मुखस्य प्रयोजनम् अपि च नासिकायाः अपि प्रयोजनमस्ति तादृशस्वरः अनुनासिकस्वरः इति वदामः. यदि अकारस्य उपरि चन्द्रबिन्दुः अस्ति आ इति वदामः चेत् तत्र मुखस्य अपि प्रयोजनम् अस्ति, अपि च नासिकायाः अपि प्रयोजनम् अस्ति. परन्तु केवलम् अ इति वदामि, तत्र नासिकायाः प्रयोगः नास्ति उच्चारणसमये, तर्हि अननुनासिकस्वरः इति वदामः इति तादृशभेदः अस्ति. आहत्य अत्र अष्टादशप्रभेदाः सन्ति. इत्युक्ते अत्र ह्रस्वस्वरं स्वीकृत्य पश्यामः चेत् ह्रस्वस्वरः उदात्तः भवति चेत् उदात्तः अनुनासिकः इति एकः भेदः. तदनन्तरं ह्रस्वः उदात्तः अनुनासिकः, ह्रस्वः उदात् प्लुतः ह्रस्वः उदात्तः अननुनासिकः. अनन्तरं स्वरितः ह्रस्वः अनुनासिकः. एवमेव अननुनासिके अपि तथा एव, तत्र ह्रस्वः उदात्तः अनुदात्तः स्वरितः. तर्हि आहत्य अत्र 3×3×3 इति अष्टादशप्रभेदाः सन्ति. स्पष्टं वा अत्र? कोऽपि प्रश्नः वा? आम् आम् भगिनी, ह्रस्व अकारम् अथवा अननुनासिक द्वयोः भेदम् अहं न ज्ञातं. ह्रस्वः अकारः अननुनासिक अकारः भवितुम् अर्हति, परन्तु अननुनासिक अकारः इत्युक्ते ह्रस्वः दीर्घः प्लुतः भवितुम् अर्हति. अत्र भगिनि अत्र पश्यतु, अननुनासिक ह्रस्व अकारः अपि च अनुनासिक ह्रस्व अकारः, तयोः भेदः नावगच्छति इति वा प्रश्नः? इदानीम् अकारः इति पश्यतु, अकारः ह्रस्वः अस्ति. केवलम् अ इति वदामि, अ इति वदामि चेत् तत्र नासिकायाः प्रयोगः नास्ति, केवलम् अ. अतः अत्र अनुनासिक अननुनासिक ह्रस्व अकारः अस्ति अ इति वदामि चेत्. परन्तु आ इति वदामि चेत् तत्र नासिकायाः प्रयोगः अस्ति, ह्रस्व अकारः एव, परन्तु उच्चारणकाले नासिकायाः अपि प्रयोजनम् अस्ति, तत्र प्रयोगः अस्ति. अतः तत्र अनुनासिक ह्रस्व अकारः इति वदामः. स्पष्टमस्ति वा भेदः? तदहं ज्ञातव्यं, परन्तु अत्र अननुनासिकसमये कथम् इति आगच्छति? किं कथम् आगच्छति? अननुनासिकसमये केवलं मुखात् एव उच्चारणं, मुखात् एव आगच्छति चेत् कः भ्रमः इति अहं प्रायः अवगतवान्. अननुनासिक अकारः अपि च ह्रस्व अकारः, अनयोः को भेदः इत्येव प्रश्नः इति मन्ये. पश्यतु, तत्र ह्रस्वकारः इत्युक्ते मात्राकालेन भिद्यते. ह्रस्वकारः अननुनासिकः अपि भवति, अनुनासिकः अपि भवति. केवलम् इदानीम् अस्माकं दृष्टिः कथं भवति इत्युक्ते अकारः अहं पश्यामि, तत्र ह्रस्वकारः अस्ति, परन्तु तत्र यदि अननुनासिक अकारः अस्ति चेत् स एव अकारः अयमपि इति प्रश्नः अस्ति. परन्तु तत्र यदि भवती किं करो, अहं किं कृतवान् इत्युक्ते इदानीम् अहं लिखितवान् सर्वं, तत्र अष्टादश अकाराः सन्ति एव, तत्र संशयः नास्ति. अहं ह्रस्वकारं स्वीकृत्य ह्रस्वकारस्य उदात्तः अनुनासिकः, ह्रस्वकारस्य उदात्तः अनुनासिकः, एतत् सर्वं विलिख्य तत्र अष्टादश अकाराः वर्तन्ते एव. अस्तु, अवगतं वा? स्पष्टं स्पष्टं. लेखनसमये प्रयोजनं भवति किल? लेखनसमये अपि प्रयोजनम्, उच्चारणसमये अपि प्रयोजनमस्ति. मन्ये किं पृच्छतु? उदात्तः अनुदात्तः. उदात्तः अनुदात्तः अस्ति किल, उदात्तः अर्थात् वर्णस्य उपरि कोऽपि चिह्नः अस्ति चेत् वा? उदात्तः इत्युक्ते तत्र चिह्नमेव नास्ति, उपरि अपि चिह्नं नास्ति, अधोभागे अपि चिह्नं नास्ति. व्याकरणशास्त्रे किम् अस्ति इति वदामि. वेदे प्रायः भिन्न भिन्नरीत्या अस्ति, परन्तु अत्र व्याकरणशास्त्रे उदात्तः इत्युक्ते उपरि अपि चिह्नं नास्ति, अधोभागे अपि चिह्नं नास्ति. स्वरस्य उपरि चिह्नं नास्ति, अधोभागे अपि चिह्नं नास्ति. उदाहरणम् अत्र केवलम् अकारः इति पश्यतु. अकारस्य उपरि अपि चिह्नं नास्ति. ये ये अस्ति चेत् ये ये हा ये अस्ति चेत् तत् हा एकारः भवतु. तर्हि एकारः दीर्घः अस्ति, दीर्घः उदात्तः भवितुम् अर्हति, अनुदात्तः भवितुम् अर्हति, स्वरितः अपि भवितुम् अर्हति. अनुदात्तः इत्युक्ते तत्र अधोभागे रेखा अस्ति, स्वरितः इत्युक्ते स्वरस्य उपरि रेखा अस्ति. तर्हि अत्र उच्चारणसमये तत्र स्वरः कथं भवति, उपरि गच्छति वा अधोभागे गच्छति वा इति तादृशं. यद्यपि अत्र अद्यतनकाले तादृश केवलं वेदेषु एव तादृश उच्चारणं भवति, परन्तु व्याकरणशास्त्रे अपि प्राचीनकाले तथा आसीत्. तत्र स्वराणां भेदः उच्चारणकाले भेदः आसीत्. इदानीन्तनकाले तत्र तादृशभेदः प्रायः पण्डिताः जानन्ति, परन्तु तादृशभेदः सामान्यतया नास्ति. भगिनि, एकारस्य कति रूपाणि सन्ति? एकारस्य तत्र केवलं तत्र दीर्घः प्लुतः एव. एकारस्य ऐकारस्य दीर्घः प्लुतः एव, तत्र ह्रस्वः नास्ति. आम्, अतः यदि अत्र वेङ्कटरामन् इति वदामि चेत् तत्र सामान्यतया अत्र दक्षिणभारते वेङ्कटरामन् इत्येव तत्र दीर्घं न कुर्मः तत्र एकारस्य. परन्तु संस्कृतभाषायां वक्तव्यं चेत् वेङ्कटरामन् इति तत्र दीर्घम् एकारस्य दीर्घं कृत्वा एव वक्तव्यं, दीर्घत्वं कृत्वा. अस्तु, किन्तु तत्र तु द्वादशरूपाणि सन्ति किम्? सत्य यत्र द्वादशभेदाः ह्रस्वः नास्ति खलु, अत एव तत्र प्रायः द्वे एव. सत्यं, तत्र ह्रस्वस्य उदात्तः, स्वरितः, अनुदात्तः, अनुनासिक, अनुनासिक तथा किमपि नास्ति, यतोहि ह्रस्वः वर्णः एव नास्ति. अस्तु, समीचीनं वा एतावता? अत्र कथम् अष्टादशभेदाः आगताः इति स्पष्टमस्ति वा? अस्तु, समीचीनं. तर्हि अग्रे अत्र अत्र रमा भगिनी पठति वा, रमाबाई भगिनी. अस्तु भगिनि. रु अयं द्वादशानां प्रतिनिधिः, यतः अस्य वर्णस्य दीर्घरूपं नास्ति. 2×3×2=12. ए ओ ऐ औ येषु प्रत्येकं द्वादशानां वर्णानां प्रतिनिधिः, यतः येषां ह्रस्वरूपं नास्ति. 2×3×2=12. एतावत् पर्यन्तं वयं दृष्टवन्तः ऐ ऊरु एतेषां अष्टादशानां वर्णानां प्रतिनिधिः. ऐ ऊरु इति पश्यामः चेत् तत्र दीर्घरूपः अपि सन्ति, परन्तु रु इति पश्यामः चेत् अत्र ह्रस्वरूपः एव अस्ति, दीर्घरूपः नास्ति. तदर्थं द्वादशानां वर्णानां प्रतिनिधिः आगच्छति. तदैव ए ओ ऐ औ येषु वर्णेषु ह्रस्वरूपाणि नास्ति, तदर्थं एतेषां वर्णेषपि द्वादश एतेषां वर्णानां द्वादशानां वर्णानां प्रतिनिधिः आगच्छति. समीचीनम्. अत्र जयन्त् महोदय वदति वा तत्र 2×3×2 तत्र किम् अस्ति इति एकवारं वदतु. जयन्त् महोदय. आं भगिनि, ह्रस्व नास्ति अत्र, दीर्घ प्लुत उदात्त अनुदात्त स्वरितः अनुनासिकः अन अनुनासिकः अति अत्र अस्ति चेत् 2×3×2 द्वादश प्रतिनिधिः अस्ति लृ वर्णस्य. समीचीनम्. एकारः ओकारः ऐकारः औकारः तत्र तत्रापि ह्रस्वरूपं नास्ति चेत् दीर्घः प्लुतः उदात्तः अनुदात्तः स्वरितः अनुनासिकः अन अनुनासिकः अस्ति चेत् द्वादशप्रतिनिधिः अस्ति इति वर्णनं. समीचीनं. यत्र ह्रस्वः अपि अस्ति, दीर्घः अपि अस्ति, प्लुतः अपि अस्ति, तत्र किं भवति? तत्र अष्टादश अस्ति भगिनि. ह्रस्व दीर्घ प्लुतः उदात्तः अनुदात्तः स्वरितः अनुनासिकः अनु अनुनासिकः. स्पष्टं. समीचीनं महोदय. इदानीं स्पष्टमस्ति वा सर्वेश? भगिनि इति मेत्स् इति स्पष्टम् अस्ति, परन्तु उदात्तः अनुदात्तः स्वरितः अनुनासिक अननुनासिक इति किम् अस्ति अहं न अवगन्तुं भगिनि. हा, अत्र एकवारं वदामि. अत्र ह्रस्वदीर्घः प्लुतः इति अवगतः खलु? ह्रस्वदीर्घः प्लुतः इति अवगतः अस्ति चेत् अत्र उदात्तः अनुदात्तः स्वरितः इति विषयः सामान्यतया वेदे एव भवति. यत्र उच्चारणस्य स्वरः उपरि गच्छति वा अधोभागे गच्छति वा अथवा समानरीत्या भवति वा इति तादृश उच्चारणभेदः अस्ति. तर्हि उदात्तः स्वरः इत्युक्ते तत्र स्वरस्य उपरि अपि चिह्नं नास्ति, अधोभागे अपि चिह्नं नास्ति चेत् तादृशस्वरः उदात्तस्वरः. अनुदात्तस्वरः अस्ति चेत् तत्र अधोभागे रेखा अस्ति, स्वरस्य अधोभागे उच्चैः उदात्तः इति. अग्रे गत्वा वयं सूत्राणि पठामः. अत्र उच्चैः उदात्तः इति, नीचैः अनुदात्तः इति, तत्सर्वं वयं पठामः. परन्तु इदानीम् अत्र वेदेषु एव एतादृशभेदाः सन्ति. अनुदात्तस्वरः इत्युक्ते तत्र स्वरस्य अधोभागे रेखा अस्ति. स्वरितस्वरः इत्युक्ते अत्र समाहारः स्वरितः इत्युक्ते समानरीत्या उच्चारणं भवति चेत् स्वरितस्वरः, तस्य उपरि चिह्नम् अस्ति, स्वरस्य उपरि चिह्नम् अस्ति इति. तत्र उदात्तः स्वरितः इति. अनुनासिकः इत्युक्ते तत्र उच्चारणकाले यदि नासिकायाः प्रयोगः अस्ति न वा इति एव भेदः. यदि नासिकायाः प्रयोगः अस्ति उच्चारणकाले, मुखस्य प्रयोगः अस्ति अपि च नासिकायाः प्रयोगः अस्ति चेत् तत्र अनुनासिकः स्वरः इति वदामः. तस्य लेखनसमये कथं लिखामः इति चेत् स्वरस्य उपरि चन्द्रबिन्दुः भवति. यत्र हिन्दीभाषायां चन्द्रबिन्दुः अस्ति, एवमेव स्वरस्य उपरि चन्द्रबिन्दुः भवति. अननुनासिकस्वरः इत्युक्ते तादृशस्वरः यस्य उच्चारणकाले नासिकायाः प्रयोगः नास्ति, केवलं मुखस्य प्रयोगः. तर्हि लेखनसमये स्वरस्य उपरि चन्द्रबिन्दुः नास्ति. स्पष्टमस्ति वा? स्पष्टमस्ति भगिनि, परन्तु भवती उक्तवान् इति व्याकरणे रीत्या किञ्चित् भेदम् अस्ति इति अहं किञ्चित् भ्रमः जातम्. हा, इदानीम् अत्र तैः वयम् अत्र अग्रे गत्वा पठामः. तत्र वयं पश्यामः उदात्तः अनुदात्तः स्वरितः इति अस्माकं कृते लौकिकरीत्या तत्र भेदः नास्ति. अपि च पठनसमये अपि वयं भेदं न पश्यामः. किमर्थं चेत् एतादृशज्ञानमेव इदानीन्तनकाले नास्ति. स्वरविज्ञानम् इति ज्ञानं नास्ति इदानीन्तनकाले. अतः अत्र केवलम् अत्र दत्तमस्ति उदात्तः अनुदात्तः स्वरितः. तस्य महत्त्वं तु वेद उच्चारणकाले एव. अतः इदानीम् अत्र अधिकचिन्ता मास्तु. इदानीं तावदेव अवगच्छतु, तत्र स्वरस्य उच्चारणार्थं भेदः भवति. स्वरः उपरि गच्छति अथवा अधोभागे गच्छति. तत्र लेखनसमये कथं लिखामः इति चेत् स्वरस्य उपरि चिह्नं, एकः रेखा, लैन्, स्वरस्य उपरि लैन् भवति अथवा स्वरस्य अधोभागे लैन् भवति. नो चेत् स्वरस्य उपरि अधोभागे अपि लैन् नास्ति चेत् उदात्तस्वरः इति वदामः. तावदेव इदानीम् अवगच्छामः. अग्रे गत्वा एतस्मिन् विषये इतोपि पठामः, परन्तु यावत् अहं जानामि अत्र एतावत्र अत्र पाणिनीयसूत्रेषु यद्यपि तत्र स्वराणाम् एतादृश उदात्तः अनुदात्तः एतेषां महत्त्वम् अस्ति, परन्तु इदानीन्तनकाले तस्य महत्त्वं न दृश्यते, अस्माकं कृते न दृश्यते, यतोहि तादृश उच्चारणमेव नास्ति. भगिनी सङ्गीतं जानाति चेत् अपि, सङ्गीतं जानाति चेत् अपि उदात्तः अनुदात्तः स्वरितः तत्सर्वं ज्ञातुं शक्यते. सत्यं सत्यं, सङ्गीतः कर्नाटक सङ्गीतं, कर्नाटिक् सङ्गीतं तत्र. हा, उदाहरणं ददातु भगिनि. किं न सा उक्तवती खलु सङ्गीतं तत्र अपि आगच्छति इति. उदात्तस्वरः इत्युक्ते निषाधगान्धारम् इति, तत्र कर्णाटकसङ्गीते निषाधं गान्धारम् इति स्वरद्वयं वर्तते खलु, तदेव उदात्तः इति. उच्चारणसमये किं कः भेदः भगिनी? यदि अहं वेदम् अधीतवान्, यदि इदानीं स्पष्टं भवति चेत् अहं उदात्त अनुदात्त अपि स्वरितस्य उच्चारणं कर्तुं शक्नोमि. अस्तु, करोतु. समीचीनं वा? न, इदानीम् तादृश आवश्यकता नास्ति, नास्ति खलु. अग्रे गच्छेम, इदानीं तादृश उच्चारणस्य आवश्यकता नास्ति. अग्रे सरेम. इदानीं वदतु, लृ इत्यस्य दीर्घरूपं नास्ति, तर्हि कथं तस्य प्लुतरूपं भवितुम् अर्हति? दीर्घरूपं नास्ति चेदपि प्लुतरूपं भवितुम् अर्हति. दीर्घः अस्ति चेदेव प्लुतः भवतु इति नास्ति. अत्र ह्रस्वः अस्ति, अनन्तरं प्लुतः अपि अस्ति. यदा हि तत्र वस्तुतः लृ इति वर्णस्य अधिकः अत्र अहं न दृष्टवती एतावता प्रयोगः. यानि सूत्राणि अहं पठितवती तत्र कुत्रापि लृ इत्यस्य प्रयोगः न दृष्टवती, परन्तु वस्तुतः तस्य प्लुतवर्णः अपि अस्ति. अस्तु, धन्यवादः. अस्तु, तर्हि अग्रे अत्र मोहन महोदय अग्रे पठति वा? व्यञ्जनानि मोहन महोदय. अस्ति वा मोहन महोदय? अस्तु, वेङ्कटरामन् महोदय पठतु. अत्र च ध्वनिः अस्ति, कृपया म्यूट् करोतु. महोदय पठ. हा, पठतु. कः वदति? व्यञ्जनानि उच्चारणार्थं सर्वेषु एव हल् वर्णेषु अकारः योजितः वर्तते. महेश्वरसूत्रेषु वस्तुतः ये इत्युक्ते य, व इत्युक्ते व, एवं च सर्वे हल् वर्णाः तथा येषां वर्णानाम् उच्चारणस्य कृते स्वरस्य आवश्यकता वर्तते तानि वर्णानि व्यञ्जनानि उच्यन्ते. अतः तेषाम् उच्चारणं ये स्वरस्य मेलनं कृत्वा भवति. अतः माहेश्वरसूत्रेषु ये हल्वर्णाः सन्ति ते वस्तुतः स्वरविहीनाः सन्ति. समीचीनम्. अत्र इत्युक्ते न केवलं माहेश्वरसूत्रेषु, अपि च अग्रे गत्वा सूत्रेषु अपि वयं पठामः चेत्, यदा हि वयं हल्वर्णस्य उच्चारणं कुर्मः तत्र स्वरं स्वरेण युक्तः उच्चारणमेव युक्तम् उच्चारणमेव वयं कुर्मः. किमर्थं चेत् तत्र क इत्यस्य इक् क ग इति तथा वदामः चेत् तत्र श्रवणार्थमपि क्लेशः अस्ति, उच्चारणार्थमपि क्लेशः अस्ति, अतः उच्चारणसौकर्यार्थं तत्र स्वरं योजयित्वा एव वदामः. तर्हि क इति वदामः, ख इति वदामः, तथा वदामः, न तु केवलं हल्वर्णस्य उच्चारणम्. अस्तु अस्तु. अपि च अन्यः विषयः अत्र अस्ति, इदानीं तत्र स्वराः व्यञ्जनानि इति वयं दृष्टवन्तः. अपि च एकः विषयः अस्ति, तत्र माहेश्वरसूत्रेषु विसर्गः दृश्यते वा? विसर्गः नास्ति. अपि च तत्र अनुस्वारः दृश्यते वा? अनुस्वारः अपि न दृश्यते. अनुस्वारः अपि न दृश्यते. अपि च तत्र जिह्वामूलीयः अपि च उपद्मानीयः इत्यपि अस्ति. तादृशवर्णानामपि अत्र माहेश्वरसूत्रेषु नास्ति. इत्युक्ते तत्र आयोगवाहः इति एकविधवर्णः अस्ति. आयोगवाहः, तस्मिन् विसर्गः अस्ति, अनुस्वारः अस्ति, अपि च जिह्वामूलीयः इत्युक्ते कभाव्यां पूर्वः यः वा. अत्र कुत्र कुत्रचित् ध्वनिः अस्ति, महादेवन् महोदय कृपया म्यूट् करोतु. इत्युक्ते तत्र ककारः, ककारः, महाप्राणककारः, ताभ्यां पूर्वः यः विसर्गः अस्ति तस्य उच्चारणकाले अर्धविसर्गः श्रूयते. अपि च उपद्मानीयः इत्युक्ते पकारः, फकारः, अल्पप्राणपकारः, महाप्राणपकारः, पफाभ्यां पूर्वः अर्धविसर्गसदृशवर्णः एव उपद्मानीयः इति उच्यते. इदानीम् अत्र बालकः, बालकः करोति इति वदामि चेत्, बालकः करोति इति वदामः चेत् तत्र बालकः करोति इति वक्तुं शक्यते, अथवा बालकः करोति इति अपि वक्तुं शक्यते. तत्र विसर्गः, बालक इत्यस्य अनन्तरं विसर्गः, तस्य उच्चारणम् अर्ध उच्चारणं भवति. यत्र विसर्गस्य अनन्तरं कवर्गस्य प्रथमवर्णः अथवा द्वितीयवर्णः अस्ति तत्र अर्ध उच्चारणः भवति. तर्हि तादृशककारः, ककारः, ककाभ्यां पूर्वः अर्धविसर्गः वर्णः, तस्य नाम अस्ति जिह्वामूलीयः. एवमेव अत्र पफ अभ्यां पूर्वः विसर्गः, अर्धविसर्गः, उपद्मानीयः इति उच्यते. तर्हि आहत्य माहेश्वरसूत्रेषु विसर्गः अपि नास्ति, अनुस्वारः अपि नास्ति, जिह्वामूलीयः अपि नास्ति, उपद्मानीयः अपि नास्ति माहेश्वरसूत्रेषु. परन्तु एते वर्णाः लोके सन्ति, एतेषाम् उच्चारणं उच्चारणं भवति, अपि च वर्णाः सन्ति, उच्चारणमपि अस्ति इति कृत्वा अत्र संस्कृतभाषायाम् एते वर्णाः अपि अन्तर्भूताः, परन्तु माहेश्वरसूत्रेषु न अन्तर्भूताः इति विषयः अस्ति. अस्तु अस्तु. तर्हि अग्रे अत्र गीताञ्जलि भगिनी अग्रे पठतु. भगिनी अहम् एक किञ्चित् वदामि भगिनी. किमर्थं माहेश्वर पाणिनि भगवान् चत्वारि विषय न माहेश्वरसूत्राणि दत्तम्? किमर्थम् इति, तादृश किमर्थम् इति, किमर्थम् इति प्रश्नस्य उत्तरम् अहं प्रायः न जानामि. परन्तु तत्र माहेश्वरतन्त्र योग्यः नास्ति इति ध्वनिः अत्र माहेश्वरसूत्रेषु तेषां योग्यता नास्ति इति कृत्वा प्रायः पाणिनिमहर्षिः तत्र न स्थापितवान्. परन्तु तथापि तत्र भाषायां तु एते वर्णाः सन्ति. अत्र स्पष्टतया न जानामि मम चिन्तनम् एवं भवति. तत्र उपध्मानीयः, जिह्वामूलीयः, विसर्गः अपि च अनुस्वारः, एतेषां चतुर्णां तत्र उच्चारणम् अग्रिमं वर्णम् अवलम्ब्य एव भवति. अत एव तत्र माहेश्वरसूत्रेषु न अन्तर्गताः. समीचीनं, तादृशचिन्तनं समीचीनमस्ति. परन्तु कुत्रापि अहं स्पष्टतया न दृष्टवती अथवा पठितवती, किमर्थं न स्थापितम् इति न दृष्टवती. परन्तु माहेश्वरसूत्रेषु न अन्तर्भूतानि इति तावत् जानामि. परन्तु प्रयोगे एते वर्णाः सन्ति. स्थाने आवश्यकं तस्मात् किञ्चित् सूत्राणि न भवति. हा अपि च अन्यः विषयः अस्ति अत्र विसर्गः इति. यद्यपि विसर्गः इति वदामः तत्र सूत्रेषु सकारस्य स्थाने एव विसर्गः आगच्छति. सूत्रं पठामः चेत् अवगच्छामः तत्र सकारस्य स्थाने विसर्गः आगच्छति. अतः सकारः तु माहेश्वरसूत्रेषु अस्ति. अतः सकारः अस्ति तत्र सकारः एव प्रतिनिधिः भवति विसर्गस्य. यतोहि सकारस्य स्थाने विसर्गः आगच्छति इति तादृशचिन्तनमपि भवितुमर्हति. यतोहि सकारस्य स्थाने विसर्गः आगच्छति. अपि च मकारस्य स्थाने एव अनुस्वारः आगच्छति. मकारः अस्ति चेत् मकारस्य स्थाने अनुस्वारः आगच्छति. तर्हि मकारः सूत्रेषु अस्ति तर्हि पर्याप्तम् इति प्रायः चिन्तितवान्. अपि च तत्र विसर्गस्य अर्ध उच्चारणस्य विषयः अस्ति. अतः प्रायः माहेश्वरसूत्रेषु नान्तर्भूतः उपद्मानीयः जिह्वामूल्यः इति तथापि चिन्तयितुं शक्नुमः. भगिनी एकः प्रश्नः, इदानीन्तन वर्णमालः कदा आरभ्य? ईश्वरं पृच्छामः. न जानामि भगिनी कदा संस्कृतभाषा कदा आरब्धा इति. प्रायः ईश्वरः एव वक्तुं शक्यते. न संस्कृतभाषा न, अरेञ्ज्मेण्ट् आफ़् वर्णमाला एतादृश. What we study now, K varga, Cha varga, Ta varga, like that. When did it start? I was curious. No, I don't know the date when it started. That's what I'm saying about the varnas and also the arrangement. It has always been there. It's not like somebody invented it. I know. Panini's arrangement is different. And earlier to Panini was the arrangement like what we study now. Or only after Panini and later on the current arrangement has come. I was curious. So swarasya ayojanam tatha eva asti bhagini atra cha ka gha gha na cha cha jha jaya tatha eva asti parantu sutreshu bhinna ritya dattam asti kimartam tatha bhinna ritya dattam asti iti chet tatra yadahi vayam agre gatva Paniniya sutram patamah tatra avagantum shaknumah kimartam etadrisha ayojanam tatra yatohi sutreshu pratyaharam eva pashyamah न तु वर्णाः. अत्र सूत्रेषु अण् इति प्रत्याहारः कुत्रचित् भवति. इको यणचि इति एकं सूत्रमस्ति. तर्हि यण् इति प्रत्याहारः अस्ति तत्र. तर्हि यण् इति प्रत्याहारः अस्ति चेत् तत्र यण् प्रत्याहारे ये वर्णाः आवश्यकाः ते तस्मिन्नेव अन्तर्भूताः. अतः तत्र पुनः तत्र वर्णस्य वदनस्य आवश्यकता नास्ति. अतः अत्र सूत्रे सौलभ्यं भवतु इति कृत्वा एतादृश आयोजनम् अस्ति. हा सूत्र आयोजनं सर्वं सन्धिकार्यार्थम् एव अस्ति किल? न केवलं सन्धिकार्यार्थं परन्तु तत्र अङ्गकार्याणि अपि भिन्नभिन्नकार्याणि भवन्ति व्याकरणे. तेषां सर्वेषां कृते एते प्रत्याहार एतान् एतेषां प्रयोगः भवति. धन्यवादः भगिनि. भगिनी सूर्यकुमारी, अहम् एकं प्रश्नमस्ति. महेश्वरसूत्राणि फोनेटिक् पार्ट्स् आल्सो इन्क्लूडेड्? हा अत्र उच्चारण तत्र शिक्षा इति एकः ग्रन्थः अस्ति भगिनि. शिक्षा इति ग्रन्थः तस्मिन् उच्चारणस्य विषये पाणिनिः शिक्षा इति ग्रन्थः अस्ति. तस्मिन् उच्चारणस्य विषये सर्वम् अस्ति. शिक्षा इति ग्रन्थः अष्टाध्याय्यां न अन्तर्भूतः, भिन्नः ग्रन्थः. माहेश्वरसूत्राणि शिक्षा न माहेश्वरसूत्रेषु शिक्षा नास्ति. शिक्षा नास्ति इति चेत् तत्र शिक्षा नास्ति इत्युक्ते तत्र भवत्याः अत्र किम् अत्र किं प्रश्नः कः? शिक्षा नास्ति इत्युक्ते विसर्ग प्रोनौन्सियेशन् लैक् जह्वामूल्य उपध्यान प्रोनौन् इट्स् मेन्ली phonetic importance, right? No, atra akarah itukte tatra uchcharanah eva kalu. Akarah itukte tatra uchcharanasya vishayah eva. Tatra अष्टादशवर्णानाम् उच्चारणं तत्र अस्ति, अतः उच्चारणमपि अस्ति माहेश्वरसूत्रेषु, परन्तु उच्चारणस्य विषये वयं ज्ञातुम् इच्छामः चेत् तत्र पाणिनीयशिक्षा इति अन्यः ग्रन्थः. परन्तु अत्र माहेश्वरसूत्रेषु उच्चारणमपि अस्ति, न केवलं वर्णः. वर्णः इत्युक्ते अत्र उच्चारणमेव. पूर्वस्मिन् काले तत्र लेखनं किमपि नास्ति नासीत् खलु, सर्वम् उच्चारणमेव आसीत्. अतः तत्र उच्चारणभिन्नभिन्न उच्चारणमपि अत्रैव माहेश्वरसूत्रेषु एव. तदेव प्रश्नः वा? भगिनी सेम् क्यूरियोसिटि भगिनी, माहेश्वरसूत्राणि इति व्याकरणे मूलरूपम् अस्ति, किञ्चित् इस् देर् एनी अदर् सिग्निफिकेन्स् आल्सो आफ् माहेश्वरसूत्राणि? सेम् क्यूरियोसिटि क्वेश्चन्. सिग्निफिकेन्स् प्रथमतया तत्र अष्टाध्यायी अवगमनार्थं सिग्निफिकेन्स् अस्ति माहेश्वरसूत्रस्य. माहेश्वरसूत्रस्य अवगमनं विना अष्टाध्यायी इति ग्रन्थम् अवगन्तुं न शक्नुमः. तदेव मुख्य सिग्निफिकेन्स् अस्ति. तदर्थमेव पाणिनिः माहेश्वरसूत्राणि रचितवान्. अष्टाध्यायी इति ग्रन्थस्य रचनार्थमेव माहेश्वरसूत्राणि रचितवान्, अतः तदेव मुख्यप्रयोजनम्. अन्यत् प्रयोजनं किमपि नास्ति. अस्तु अस्तु, तर्हि अत्र स्थगयामः. अत्र अग्रे गत्वा तत्र अन्तिमवाक्यम् अत्र का पठति, अत्र तङ्गलक्ष्मी भगिनी पठतु. अभ्यासः तदेव किल? हा सत्यम्. अस्माकं सर्वेषां कृते अस्मिन् विषये अभ्यासः अपेक्षितः, यतोहि माहेश्वराणि सूत्राणि च प्रमुखाः, प्रत्याहारः च मनसि सन्ति चेत् महान् लाभः. किन्तु कथं साधनीयं? तदर्थम् अस्माकं चित्रा भगिन्या निर्मितम् एकं सुन्दरयन्त्रं येन प्रत्याहाराः आनन्देन अध्येतुं शक्याः. सर्वे अवश्यं गत्वा अवलोकयन्तु. अन्तर्जाले स्थलम् अत्र अस्ति. बालकानां कृते निर्मितवती, किन्तु अस्माकं कृते अपि नितरां व्यवहारिकम्. तत्र फ्लाश् कार्ड्, क्रीडाः, परीक्षा इत्यादिकं लभ्यन्ते. समीचीनं. सर्वे तत्र गत्वा किञ्चित् अभ्यासं कुर्वन्तु, पश्यतु किं किम् अस्ति इति एकवारम्. अस्तु अस्तु समीचीनम्. अत्रैव अत्र करपत्रे एव अस्ति भगिनि, करपत्रे तत्र लिङ्क् तत्र क्लिक् करोतु. ओके ओके, थेङ्क् यू. अस्तु अस्तु समीचीनं. तर्हि अत्र स्थगयामः. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः.